पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 25 जैमिनिरुवाच भूय एव महाभाग तुलस्याः पापनाशनम् अतिथे पूजनस्यापि माहात्म्यं ब्रूहि विस्तराद सूत उवाच ततो व्यासो महातेजास्तुलस्या द्विजसत्तम माहात्म्यं वक्तुमारेभे शृण्वदां पापनाशनं व्यास उवाच इयं साक्षान् महालक्ष्मीस्तुलसी भगवत्प्रिया तस्मादिमां न पश्यन्ति वृक्षज्ञानेन जैमिने सदैव तुलसीं मर्त्यो यथैव भुवि सेवते तथैव सेन्द्रा विबुधा सेवं ते तं सुरालये परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया प्राप्नोति मृत्युकाले यस्तोऽयं पातकवानपि तुलसीपत्रगलितं स यादि हरिसन्निधिं तुलसी मृत्तिकापुण्ड्रं यो मृत्युसमये वहेद समुक्तसकलैः पापैः पुरं गच्छति चक्रिणः यस्य स्यात् तुलसीपत्रं मुखे शिरसि कर्णयोः मृत्युकाले द्विजश्रेष्ठ तस्य स्वामीन भास्करिः पवित्रनामा सुमतिर्बभूव परमार्थविद बभूव ब्राह्मणी तस्य बहुला नामधारिणी सद्वंशप्रभवा साध्वी पदिसेवा परायणा अनपत्यपदिर्नाम तत्रैकोऽस्ति द्विजोत्तमः सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना ततो न पत्यपदिना कथालोभेन सत्तमः उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने तत्रान्तरे महातेजा लोमशो नाम सद्विजः कथयं तौ कथाचित्रा समागत्य ददर्शतौ अथ तं लोमशं विप्रं विप्रावुद्धाय पीठतः पाद्यार्क्या चमनीयाद्याय पूजयामास तुश्चतौ सुप्रीदो लोमशस्ताभ्यां नारायण परायणः उवासब्राह्मणश्रेष्ठ आसने कीर्तयन् हरिम् आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम् पवित्रानापत्यमुनी भक्त्या प्राहदुर्लोमशम् भगवन् सर्वधर्मज्ञत्वत्पादयुगलैर्नृभिः सद्भिर्ग्राह्यैराश्रमोऽयं पूदो भून्नूनमावयोः कृतानि यानि पापानि आवाभ्यां मोहदः पुरा तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनाद् भवान् नारायण साक्षात् पूजनीयो मरैरपि सम्यक् ते पूजनं कर्तुं किमा वां मानुषौ क्षमौ अतिधैर्या कृता पूजा तेऽस्माभिर्निजशक्तितः अनया भव सुप्रीतः क्षमस्व दोषमावयोः इत्युक्त्वा तौ महात्मानौ तस्य स्यागं तोः पदद्वये निपेतदुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ। व्यास उवाच तदो भक्त्या सुसन्तुष्टो लोमशो विदुषां वरः युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ। आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः साक्षाद् ब्रह्मा शिवो विष्णुरदिधि प्रोच्यते बुधैः। तस्मिन्ने तावती भक्तिर्युवयोरस्तु मङ्गलम् आराधितोऽस्म्यहं सम्यगतिधिर्भूरि भोजनैः। व्यास उवाच तद उद्धाय तौ विप्रौ तत्पादकमलद्वये भूयोऽपि तं नमस्कृत्य प्राकदुर्लोमशं मुनिं ब्राह्मणावोचदुः। ब्रह्मन्नदिधिपूजाया माहात्म्यं वक्तुमर्हसि यां कृत्वा प्राप्यते मोक्तिर्दुःखलभ्यापि मानवैः। कोऽतिधिप्रोच्यते लोके तस्य पूजा च कीदृशी आदिधेयो तिथिश्चेमौ लभेदे कामोभौ गतिं। लोमश उवाच वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनाद निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि चतुराश्रममध्येषु प्रधाना गृहिणो मदः। तैश्च तिथीनां कर्तव्या पूजा भक्तिसमन्वितैः। गृहिणां परमो धर्मः प्रोक्तश्चाधिधिपूजनम् आश्रमाचारदो भ्रष्टास्ततस्ते गृहिणो मताः। वखं त्यधिधिपूजायां दक्षतां गृहिणो यदि तदा प्रयोजनं तेषां किमन्यै पुण्यकर्मभिः। यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमागच्छेत् सोऽतिधिप्रोच्यते बुधैः। ब्राह्मणा क्षत्रिया वापि वैश्या वा वृषलास्तथा गृहागधा पूजिताश्च विष्णुवत्तत्वदर्शिभिः। चाण्डालप्रमुखा येन्ये हीनवर्णसमुद्भवाः विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः। समागदेष्वधितिषु प्रयाणं कुरुदे गृहि अपि सत्वरया दद्या पाद्यार्घ्यादीनि च द्विजः। कुर्या च कुशलं प्रश्नं वचनैः कोमलाक्षरैः। कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृहि सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः। प्राद जिगमिषुं दृष्ट्वा तमायान्तं विवर्जयेत् यदि कर्मविपाकेन गृही भवति वित्तवान् अधिध्येनातिथिपूज्यस्तदकं वच्मि सत्तमौ। समागतेष्वतिथिषु भक्त्या दद्या तृणादिकं तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेदि भक्तिदः। पादप्रक्षालनार्थं तु दद्यादुदकमुत्तमम् अधो मधुरया वाचा पृच्छेच्च कुशलादिकं फलादिकं तदो दद्याद्भक्त्या भोजनहेतवे। तदभावेन मदिमान्मुदा विप्रप्रकाशयेत् वदे चाहं महापापी दरिद्रप्रवरोतिते कर्तुमिच्छामि भक्तिं ते दैव तं त्रं विरोधकम्। अनेन विधिना दीनसत्यक्त्वातिथिपूजनम् स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात् अनर्थितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात् जन्मकोट्यर्जितं पुण्यं तस्य गच्छति संक्षयम् एक एव तिथिर्येन भक्तिभावेन पूज्यते हरे तस्य हरिसद्यो पादकं कोटिजन्मजम् सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नदः विना तिथि सपर्याभिर्गृहिणो नास्ति वा गतिः सत्यं सत्यं पुनः सत्य मागं तु पूजया विना गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणां ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया तेन सर्वाणि कर्माणि कृतानि ज्ञादिसेविना सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया तत्र दुर्ग्रहसञ्चाराद्वादशाब्दं च वासवः नववर्षाम्बुतेनासि दुर्भिक्षं सुमहद्विजौ तस्मिन् महदि दुर्भिक्षे लोकास्तद्देशवासिनः बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ज्ञानभद्रो महायोगी युगे द्वापरसंज्ञके दुर्भिक्षकृतसम्पत्तिर्बभूवात्यन्तदुःखितः क्षुधाकुलान् सुतान् दृष्ट्वा दारांश्च द्विजसम्मतौ फलमूलादनार्थाय जगामोत्पत्यकां गिरेः गिरेरुपत्यकाप्रान्ते चिरायुः स बुभुक्षितः कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ समादाय फलं तच्च हर्षितोऽसौ निजालयं जवैर्जगामविप्रेन्द्रो ज्ञानभद्रो महायशाः यदस्मिन्नन्तरे विप्रमेकैर्नीलपदैरिव आवृते गगने वृष्टिर्महासारैर्बभूवः समुनिश्च तया वृष्ट्या प्लाविदा किल विग्रह वनाद्वनतरक्कश्चिच्छीदार्थश्चाययौ गृहम् दृष्ट्वा तिथिं तु शीदार्थं ववं ते शिरसा तदः ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः ततो मधुरया वाच तेनैव तिथिना सह तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता गृहिण्या सह गोपेन स्वामी सेवा सुदक्षया तद कूष्माण्डकं नव्यं पक्वमत्यन्तयत्नतः सम्प्राप्य हर्षिदा साध्वी ददौ भागं विधाय सा अथासौ दुर्बलो गोपो दिनविंशमुपोषणात् आदिधेयो महाभागं ददौ चादिधये मुदा ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा ददौ सा पतितं भागं तस्मै चादिधये मुदा अधातिधेस्तयोस्तत्र दम्पत्यो सुमहात्मनोः अभूद्भागद्वयं भुक्त्वा सुप्रीदो द्विजसत्तम विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः विश्रामं रात्रौ तत्रैव प्रादस्नात्वा चिरं ययौ गदैवमुपवासेन दिनानामेकविंशतिः दम्पतीतौ महात्मानौ पञ्चतां ययदुस्गतः तेन पुण्यप्रभावेण दम्पतीतौ महाशयौ प्रापदो विष्णुसायुज्यं दुर्लभं योगिनामपि तयो पुण्यप्रभावेण विहितातिथिपूजया तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्तदः अत्यन्तसुखिनो लोकाशोकव्याधिविवर्जिताः धनधान्यादिसम्पन्ना बभूव धर्मतत्पराः विनष्टा दस्यवस्तत्र नृपो भूल्लोकपालकः निजाचाररता लोका जलदा कामवर्षिणः पूर्वजा कोटिपुरुषास्तथैव परजास्तयोः तेनैव कर्मणा मुक्तिं जग्मुपापविवर्जिताः निर्दोषा धनसम्पन्नाः सर्वलोकैकपूजिताः शोकव्याधिविहीना च ववृद्धे सन्ततिस्तयोः लोमश उवाच आगन्तु पूजामाहात्म्यं सेदिहासं मयोदितं युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ व्यास उवाच इति ब्रुवदि वै तस्माल्लोमशे तपसां धने कालग्रस्तकृष्ण आघुस्तत्रोत्तस्थौ बिलान्निजाद तमुद्धितं बिलात् कृष्णमूषकं क्रोधविह्वलः पवित्रस्तत्र चोत्तस्थौ वदन्निधि मुहुर्मुहुः अयं पापाशयो दुष्टो मूषको निशिचाश्रमम् कनते तीक्ष्णदन्तौखैर्बृहद्द्रव्यं च कृन्तति सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता सा च सर्वेषु कर्तव्या न च दुष्टेषु जन्तुषु इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसं नाराचेनादि तीक्ष्णेन प्राप्तकालं जखानः स्रवश्रोणिदधाराभिः प्लावितांगसमूषकः पपादभूमौ विप्रर्षे व्यधयाहतचेतनः आकौ निपतिते तस्मिन् दयालुर्द्विजसत्तमः हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सह निजकर्णात् समानीय तुलसीपत्रमुत्तमं तस्याघोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान् मातस्तु तुलसीदेवि गोविन्दप्रादकारिणि अस्या को कृतपापस्य कुरुत्वं गतिमुत्तमाम् इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः हरे नारायणानन्द इत्युच्चैरकरोध्वनिं तुलसीपत्र संस्पर्शान्मूषको विहितकल्मषः श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबन्धनाद ततो दुदा महाविष्णो सर्वलक्षणसंयुधाः आजग्मसुरधैशीक्रं नेदुं तं गदकल्मषं समारुह्य रथं दिव्यं विष्णु दूतगणैर्वृताः जगाम परमं स्थानं मूषको द्विजसत्तम युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे ज्ञानमासाद्य तत्रैव मोक्षमाघु जगामसः व्यास उवाच माहात्म्यं तुलसीदेव्या कथितं ते द्विजोत्तम इदानीं ब्रूहि किं श्रोतुं महाभागत्वमिच्छसि इति श्रीपद्मपुराणे क्रियायोगसारे पञ्चविंशोऽध्यायः ॐ